एकादशोऽध्यायः दशरात्रविधिनिरूपणम्। गरुड उवाच, दशरात्रविधिं ब्रूहि, कृते किं सुकृतं भवेतु, पुत्राभावेतु कः कुर्यादिति मे वद केशव। श्रीभगवानुवाच, शृणुतार्क्ष्यप्रवक्ष्यामि दशरात्रविधिं तव, यद्विधाय च सत्पुत्रोमुच्यते पैतृकादृणात्। पुत्रशोकं परित्यज्य धृतिमास्थाय सात्विकीं, पितुः पिण्डादिकं कुर्यादश्रुपातं न कारयेतु, श्लेष्माश्रुबान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतो वशः। अतो नरोदितव्यं हि तदा शोकान्निरर्थकात्। यदि वर्षसहस्रं त्राणि शोचते हर्निशं नरः, तथापि नैव निधनं गतो दृश्येत कर्हिचित्। जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च, तस्मादपरिहार्येऽर्थे न शोकं कारयेद्बुधः। न हि कश्चिदुपायोस्ति दैवो वा मानुषोऽपि वा, यो हि मृत्युवशं प्राप्तो जन्तुः पुनरिहाव्रजेत्। अवश्यं भाविभावानां प्रतीकारो भवेद्यदि, तदा दुःखैर्न युध्येरन्नलरामयुधिष्ठिराः। नायमत्यन्तसंवादः कस्यचित् केनचित् सह, अपि स्वेन शरीरेण किमुतान्यैः पृथग्जनैः। यथा हि पथिकः कश्चिच्छायामाश्रित्य विश्रमेत्, विश्रम्य च पुनर्गच्छेत्तत्त्वद्भूतसमागमः। विश्रम्य च पुनर्गच्छेत्तद्वद्भूतसमागमः। यत्प्रातः संस्कृतं भोज्यं सायं तच्च विनश्यति, तदन्नरससम्पुष्टे काये का नामनित्यता। भैषज्यमेतद्दुःख कस्य विचारं परिचिन्त्य च, अज्ञानप्रभवं शोकं त्यक्त्वा कुर्यात् क्रियां सुतः। पुत्राभावे वधूः कुर्याद्भार्याभावे च सोदरः, भ्राता वा भ्रातृपुत्रो वा सपिण्डशिष्य एव वा, ज्येष्ठस्य वा कनिष्ठस्य भ्रातुः पुत्रैश्च पौत्रैश्च। पुत्रकैः दशरात्रादिकं कार्यं पुत्रहीने नरे खग भ्रातॄणामेकजातानामेकश्चेत् पुत्रवान् भवेतु सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् पत्न्यश्च बह्व्य एकस्य चैका पुत्रवती भवेत् सर्वास्ताः पुत्रवत्यः स्युः तेनैकेन सुतेन हि सर्वेषां पुत्रहीनानां मित्रः पिण्डं प्रदापयेत् क्रियालोपो न कर्तव्यः सर्वाभावे पुरोहितः स्त्रीवाथ पुरुषः कश्चिदिष्टस्य कुरुते क्रियाम् अनाथप्रेतसंस्कारात् कोटियज्ञफलं लभेत् पितुः पुत्रेण कर्तव्यं दशरात्रादिकं खग मृते ज्येष्ठेऽप्यतिः स्नेहान्न कुर्वेत पिता सुते बहवोऽपि यदा पुत्रा विधिमेकः समाचरेत् दशरात्रं सपिण्डत्वं श्राद्धान्यन्नानि षोडश एकेनैव तु कार्याणि संविभक्तधनेष्वपि विभक्तैस्तु पृथक् कार्यम् श्राद्धं संवत्सरादिकम् तस्माद्यथाविधिज्येष्ठो दशरात्रं समाचरेतु एकभोजी भूमिशायी भूत्वा ब्रह्मपरशुचिः सप्तवारं परिक्रम्य धरणीं यत्फलं लभेतु क्रियां कृत्वा पितुर्मातुस्तत्फलं लभते सुतः आरभ्य दशरात्रं च यावद्वै वार्षिकं भवेत् तावत् पुत्रः क्रियां कुर्वन् गयाश्राद्धफलं लभेत् कूपे तटाके वारामे तीर्थे देवालयेऽपि वा गत्वा मध्यमयामे तु स्नानं कुर्यादमन्त्रकं शुचिर्भूत्वा वृक्षमूले दक्षिणाभिमुखस्थितः कुर्याच्च वेदिकां तत्र गोमयेनोपलिप्यताम् तस्यां पर्णे दर्भमयं स्थापयेत् कौशिकं द्विजं तं पाद्यादिभिरभ्यत्य प्रणमेदतसीति च तदग्रे च ततो दत्त्वा पिण्डार्थं कौशमाससं तदग्रे च ततो दत्त्वा पिण्डार्थं कौशमासनम् तस्योपरि ततः पिण्डं नामगोत्रोपकल्पितं दद्यात्तण्डुलपाकेन यवपिष्ठेन वा सुतः उषीरचन्दनं भृङ्गराजपुष्पं निवेदयेतु धूपं दीपं च नैवेद्यं मुखवासं च दक्षिणाम् काकान्नं पयसोः पात्रे वर्धमानजलाञ्जलिं प्रेतायामुकनाम्ने च मद्दत्तमुपतिष्ठतु अन्नं वस्त्रं जलं द्रव्यमन्यद्वादीयते च यत् प्रेतशब्देन यद्दत्तं मृतस्यानन्त्यदायकम् तस्मादादिदिनादूर्ध्वं प्राक् सपिण्डी विधानतः योषितः पुरुषस्यापि प्रेतशब्दं समुच्चरेतु प्रथमेहनियत्पिण्डोदीयते विधिपूर्वकं तेनैव विधिनान्नेन नवपिण्डान् प्रदापयेतु नवमे दिवसे चैव सपिण्डैः सकलैर्जनैः तैलाभ्यङ्गः प्रकर्तव्यो मृतकस्वर्गकाम्यया बहिः स्नात्वा गृहीत्वा च दूर्वाला च समन्विताः अग्रतः प्रमदां कृत्वा समागच्छे स्मृतालयम् अग्रतः प्रमदां कृत्वा समागच्छेन्मृतालयम् दूर्वावत्कुलवृद्धिस्ते लाजा इव विकासता एवमुक्त्वा त्यजेद्गेहे लाजान् दूर्वासमन्वितान् दशमे हनिमांसेन पिण्डं दद्यात् खगेश्वरा माषेण तन्निषेधाद्वा कलौ न फलपैतृकम् दशमे दिवसे क्षौरं बान्धवानां प्रकीर्तितं क्रियाकर्तुः सुतस्यैवं सपिण्डीकरणात् परम् दशमे दिवसे क्षौरं बान्धवानां समुण्डनं क्रियाकर्तुः सुतस्यापि पुनर्मुण्डनमाचरेतु मृष्टान्नैर्भोजयेदेकं दिनेषु दशसु द्विजम् प्रार्थयेत् प्रेतमुक्तिं च हरिं ध्यात्वा कृताञ्जलिः अतसी पुष्पसङ्काशं पीतवाससमच्युतम् अतसी पुष्पसङ्काशं पीतवाससमच्युतम् ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् अनादिनिधनो देवः शङ्खचक्रगदाधरः अक्षयः पुण्डरीकाक्ष प्रेतमोक्षप्रदो भव इति सम्प्रार्थनामन्त्रं श्राद्धान्ते प्रत्यहं पठेतु स्नात्वा गत्वा गृहे दत्त्वा गोग्रासं भोजनं चरेतु इति श्रीगरुडपुराणे सारोद्धारे दशरात्रविधिनिरूपणो नाम एकादशोऽध्यायः द्वादशोऽध्यायः एकादशाः विधिः गरुड उवाच एकादशदिनस्यापि विधिं ब्रूहि सुरेश्वर वृषोत्सर्गविधानं च वद मे जगदीश्वर श्रीभगवानुवाच एकादशेन्हि गन्तव्यं प्रातरेव जलाशये और्ध्वदैः क्रिया सर्वा करणीया प्रयत्नतः निमन्त्रयेद् ब्राह्मणांश्च वेदशास्त्रपरायणान् प्रार्थयेत् प्रेतमुक्तिं च नमस्कृत्य कृताञ्जलिः स्नानसन्ध्यादिकं कृत्वा ह्याचार्योऽपि शुचिर्भवेतु विधानं विधिवत् कुर्यादेकादशदिनोचितम् अमन्त्रं कारयेच्छ्राद्धं दशाहं नाम गोत्रतः एकादशेन्हि प्रेतस्य दद्यात् पिण्डं समन्त्रकम् सौवर्णं कारयेद्विष्णुं ब्रह्माणं राजतं तथा रुद्रं ताम्रमयं कार्यं यमं लोहमयं खगा पश्चिमे विष्णुकलशं गङ्गोदकसमन्वितं तस्योपरि न्यसेद्विष्णुं पीतवस्त्रेण वेष्टितं पूर्वे तु ब्रह्मकलशं क्षीरोदकसमन्वितं ब्रह्माणं स्थापयेत्तत्र श्वेतवस्त्रेण वेष्टितम् उत्तरस्यां रुद्रकुम्भं पूरितं मधुसर्पिषा श्रीरुद्रं स्थापयेत्तत्र रक्तवस्त्रेण वेष्टितम् दक्षिणस्यां यमघटमिन्द्रोदकसमन्वितं कृष्णवस्त्रेण संवेष्ट्य तस्योपरि यमं न्यसेतु मध्ये तु मण्डलं कृत्वा स्थापयेत् कौशिकं सुतः दक्षिणाभिमुखो भूत्वापसव्येन च तर्पयेत् विष्णुं विधिं शिवं धर्मं वेदमन्त्रैश्च तर्पयेतु होमं कृत्वा चरेत् पश्चात् श्राद्धं दद्याद् घटादिकम् गोदानं च ततो दद्यात् पितॄणां तारणाय वै गौरीशा हि मया दत्ता प्रीतये तेस्तु माधव उपभुक्तं तु तस्यासीद्वस्त्रभूषणवाहनं घृतपूर्णं कांस्यपात्रं सप्तधान्यं तदीप्सितं तिलाद्यष्टमहादानमन्तकाले न चेत्कृतम् शय्यासमीपे धृत्वैतद्दानं तस्याः प्रदापयेत् प्रक्षाल्य विप्रचरणौ पूजयेदम्बरादिभिः सिद्धान्नं तस्य दातव्यं मोदकापूपकाः पयः स्थापयेत् पुरुषं हैमं शय्योपरि तदा सुतः पूजयित्वा प्रदातव्या मृतशय्या यथोदिता प्रेतस्य प्रतिमायुक्ता सर्वोपकरणैर्वृता प्रेतशय्या मया ह्येषा तुभ्यं विप्र निवेदिता इत्याचार्याय दातव्या ब्राह्मणाय कुटुम्बिने ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् एवं शय्याप्रदानेन श्राद्धेन नवकादिना वृषोत्सर्गविधानेन प्रेतो याति पराङ्गतिम् एकादशेन्हि विधिना वृषोत्सर्गं समाचरेतु हीनाङ्गं रोगिणं बालं त्यक्त्वा कुर्यात् सलक्षणम् रक्ताक्षः पिङ्गळोयस्तु रक्तशृङ्गे गळे खुरे श्वेतोदरः कृष्णपृष्ठो ब्राह्मणस्य विधीयते सुस्निग्धवर्णो यो रक्तः क्षत्रियस्य विधीयते पीतवर्णश्च वैश्यस्य कृष्णशूद्रस्य शस्यते यस्तु सर्वाङ्गपिङ्गस्याच्छ्वेतः पुच्छेपदेषु च स पिङ्गो वृष इत्याहुः पितॄणां प्रीतिवर्धनः चरणास्तु मुखं पुच्छं यस्य श्वेतानि गोपतेः लाक्षारस सवर्णो यस्य सनीलैति कीर्तितः लोहितो यस्तुर्णेन मुखे पुच्छे च पाण्डुरः पिङ्गः खुरविषाणाभ्यां रक्तनीलो निगद्यते सर्वाङ्गेष्वेकवर्णो यः पिङ्गः पुच्छे खुरेषु यः तं नीलपिङ्गमित्याहुः पूर्वजोद्धारकारकं पारावतसवर्ण पारावतसवर्णस्तु ललाटे तिलकान्वितः तं बभ्रुनीलमित्याहुः पूर्णं सर्वाङ्गशोभनम् नीलः सर्वशरीरेषु रक्तश्च नयनद्वये तमप्याहुर्महानीलं नीलः पञ्चविधः स्मृतः अवश्यमेव मोक्तव्यो न स धार्यो गृहे भवेतु तदर्थमेषा चरति लोके गाथा पुरातनी एष्टव्या बहवः यद्येकोऽपि गयां व्रजेतु गौरीं विवाहयेत् कन्यां नीलं वा वृषमुत्सृजेतु स एव पुत्रो मन्तव्यो वृषोत्सर्गं तु यश्चरेतु गयायां श्राद्धदातानयोऽन्योऽविष्ठासमः किल रौरवादिषु ये केचित्पत्यन्ते यस्य पूर्विकाः वृषोत्सर्गेण तां सर्वां स्तारयेदेकविंशतिः वृषोत्सर्गं किलेच्छन्ति पितरः स्वर्गतापि अस्मद्वंशे सुतः कोऽपि वृषोत्सर्गं करिष्यति तदुत्सर्गाद्वयं सर्वे यास्यामः परमां गतिं सर्वयज्ञेषु चास्माकं वृषयज्ञो हि मुक्तिदः तस्मात् पितृविमुक्त्यर्थं वृषयज्ञं समाचरेतु यथोक्तेन विधानेन कुर्यात् सर्वप्रयत्नतः ग्रहाणां स्थापनं कृत्वा तत्तन्मन्त्रैश्च पूजनं होमं कुर्याद्यथाशास्त्रं पूजयेन्वृषमातुरः वत्सं वत्सीं समानाय बध्नीयात्कङ्कणं तयोः वैवाह्येन विधानेन स्तम्भमारोपयेत्तदा स्नापयेच्च वृषं वत्सीं रुद्रं कुम्भोदकेन च गन्धमाल्यैश्च च सम्पूज्य कारयेत् च प्रदक्षिणम् त्रिशूलं दक्षिणे पार्श्वे वामे चक्रं प्रदापयेतु तं विमुच्याञ्जलिं बद्ध्वा पठेन्मन्त्रमिमं सुतः धर्मस्त्वं वृषरूपेण ब्रह्मणा निर्मितः पुरा तदोत्सर्गप्रदानेन तारयस्व भवार्णवात् इति मन्त्रान् नमस्कृत्य वत्सं वत्सीं समुत्सृजेतु वरदोऽहं सदा तस्य प्रेतमोक्षं ददामि च तस्मादेशः प्रकर्तव्यस्तत्फलं जीवतो भवेतु अपुत्रस्तु स्वयं कृत्वा सुखं याति परां गतिम् कार्तिकादौ शुभे मासे चोत्तरायणगे रवौ शुक्लपक्षेऽथवा कृष्णे द्वादश्यादितिथौ तथा ग्रहणद्वितये चैव पुण्यतीर्थे यनद्वये विष्णुवद्वितये चापि वृषोत्सर्गं समाचरेतु शुभलग्ने मुहूर्ते च शुचौ देशे समाहितः ब्राह्मणं तु समाहूय विधिज्ञं शुभलक्षणं जपैर्होमैस्तथा दानैः प्रकुर्याद्देहशोधनं पूर्ववत्सकलं कृत्यं कुर्याद्धोमादिलक्षणम् सालग्रामं च संस्थाप्य वैष्णवं श्राद्धमाचरेतु आत्मश्राद्धं ततः कुर्याद्दद्याद्दानं द्विजन्मने एवं यः कुरुते पक्षिन्नपुत्रश्चापि पुत्रवान् सर्वकामफलं तस्य वृषोत्सर्गात् प्रजायते अग्निहोत्रादिभिर्यज्ञैर्दानैश्च विविधैरपि न तां गतिमवाप्नोति वृषोत्सर्गेण यां लभेतु बाल्ये कौमार्ये पौगण्डे यौवने वार्धके कृतं यत्पापं तद्विनश्येत वृषोत् सर्गान्न संशयः मित्रद्रोही कृतघ्नश्च सुरापो गुरुतल्पगः ब्रह्मः हेमहारी च वृषोत्सर्गात् प्रमुच्यते तस्मात् सर्वप्रयत्नेन वृषयज्ञं समाचरेतु वृषोत्सर्गसमं पुण्यं नास्तितार् जगत्त्रये पतिपुत्रवती नारी द्वयोरग्रे मृता यदि वृषोत्सर्गं नैव कुर्याद्दद्यार्गां च पयस्विनीं वृषभं वाहयेद्यस्तु स्कन्धे पृष्ठे च खेचर निपतेन्नरके घोरे यावदाभूतसंप्लवम् वृषभं ताडयेद्यस्तु निर्दयं मुष्टियष्टिभिः स नरः कल्पपर्यन्तं भुङ्क्ते च यमयातनाम् एवं कृत्वा वृषोत्सर्गं कुर्यात् श्राद्धानि षोडश सपिण्डीकरणादर्वाक्तदहं कथयामि ते स्थाने द्वारेऽर्धमार्गे च चितायां शवहस्तके अस्थिसञ्चयने षष्ठो दशपिण्डा दशाह्निकाः मलिनं षोडशं चैतत् प्रथमं परिकीर्तितम् अन्यच्च षोडशं मध्ये द्वितीयं कथयामि ते प्रथमं विष्णवे दद्याद् द्वितीयं श्रीशिवाय च याम्याय परिवाराय तृतीयं पिण्डमुत्सृजेतु चतुर्थं सोमराजाय हव्यवाहाय पञ्चमं कव्यवाहाय षष्ठं च दद्यात् कालाय सप्तमं रुद्राय चाष्टमं दद्यान्नवमं पुरुषाय च प्रेताय दशमं चैवैकादशं विष्णवे नमः द्वादशं ब्रह्मणे दद्याद्विष्णवे च त्रयोदशं चतुर्दशं शिवायैव यमाय दशपञ्चकं दद्यात् तत्पुरुषायैव पिण्डं षोडशकं खग मध्यं षोडशकं प्राहुरेतत् तत्त्वविदो जनाः द्वादशप्रतिमासेषु पाक्षिकं च त्रिपाक्षिकम् न्यूनषाण्मासिकं पिण्डं दद्यान्न्यूनाब्दिकं तथा उत्तमं षोडशं चैतन्मया ते परिकीर्तितम् श्रपयित्वा चरुं तार्च्य कुर्यादेकादशे हनि चत्वारिंशत् तथैवाष्टौ श्राद्धप्रेतत्वनाशनम् यस्य जातं विधानेन स भवेत् पितृपङ्क्तिभाक् पितृपङ्क्तिप्रवेशार्थं कारयेत् षोडशत्रयम् एतच्छ्राद्धविहीनश्चेत् प्रेतो भवति सुस्थिरम् यावन्नदीयते श्राद्धं षोडशत्रयसंज्ञकम् स्वदत्तं परदत्तं च तावन्नैवोपतिष्ठति तस्मात् पुत्रेण कर्तव्यं विधिना षोडशत्रयम् भर्तुर्वा कुरुते पत्नी तस्य श्रेयो ह्यनन्तकं सम्परे तस्य या पत्युः कुरुते चौर्ध्वदैहिकं क्षयाहं पाक्षिकश्राद्धं सा सतीह्युच्यते मया उपकाराय सा भर्तुर्जीवत्येषा पतिव्रता जीवितं सफलं तस्याः या मृतं स्वामिनं भजेत् अथ कश्चित्प्रमादेन म्रियते वह्निवारिभिः संस्कारप्रमुखं कर्म सर्वं कुर्याद्यथाविधि प्रमादादिच्छया वापि नागाद्वा म्रियते यदि पक्षयोरुभयोर्नागं पञ्चमीषु प्रपूजयेतु कुर्यात् पिष्टमयीं लेखां नागभोगाकृतिं भुवि अर्चयेत्तां सितैः पुष्पैः सुगन्धैश्चन्दनेन च प्रदद्याद्धूपदीपौ च तण्डुलांश्च तिलान् क्षिपेतु आमपिष्टं च नैवेद्यं क्षीरं च विनिवेदयेतु सौवर्णं शक्तितो नागं गां च दद्याद्विजन्मने कृताञ्जलिस्ततो ब्रूयात् प्रीयतां नागराडिति पुनस्तेषां प्रकुर्वीत नारायणबलिक्रियां तया लभन्ते स सर्वासं मुच्यन्ते सर्वपातकैः। एवं सर्वक्रियां कृत्वा घटं सान्नं जलान्वितं दद्यादाब्दं यथा संख्यान् पिण्डान् वा सजलान् क्रमातु। एवमेकादशे कृत्वा कुर्यात् सा पिण्डनं ततः शय्यापदानां दानं च कारयेत् सूतके गते। इति श्रीगरुडपुराणे सारोद्धारे एकादशविधिनिरूपणो नाम द्वादशोऽध्यायः। त्रयोदशोऽध्यायः। सपिण्डीकरणशय्यापरदाननिरूपणम्। गरुड उवाच, सपिण्डनविधिं ब्रूहि सूतकस्य च निर्णयं शय्यापदानां सामग्रीं तेषां च महिमां प्रभो। श्रीभगवानुवाच, शृणुतार्क्ष्यप्रवट् श्यामि सा पिण्ड्याद्यखिलां क्रियां प्रेतनाम परित्यज्य यया पितृगणे विशेतु न पिण्डो मिलितो येषां पितामहशिवादिषु नोपतिष्ठन्ति दानानि पुत्रैर्दत्तान्यनेकधा। अशुद्ध स्यात् सदा पुत्रो न शुध्यति कदाचन सूतकं न निवर्तेत सपिण्डीकरणं विना। तस्मात् पुत्रेण कर्तव्यं सूतकान्ते सपिण्डनम्। सूतकन्ते प्रवक्ष्यामि सर्वेषां च यथोचितं। ब्राह्मणस्तु दशाहेन क्षत्रियो द्वादशेहनि वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति। दशाहेन सपिण्डास्तु शुध्यन्ति प्रेतसूतके। त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति गोत्र त्रजाः। चतुर्थे दशरात्रं स्यात् षण्निषाः पुंसि पञ्चमे। षष्ठे चतुरः प्रोक्तं सप्तमे च दिनत्रयम्। अष्टमे दिनमेकं तु नवमे प्रहरद्वयम्। दशमे स्नानमात्रं हि मृतकं जन्मसूतकम्। देशान्तरगतः कश्चित् शृणुयाद्यो ह्यहर्निशं यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेतु। अतिक्रान्ते दशाहेतु त्रिरात्र त्रमशुचिर्भवेतु। संवत्सरे व्यतीते तु स्नानमात्राद्विशुध्यति। आद्यभागद्वयं यावन्मृतकस्य च सूतके। द्वितीये पतिते चाद्यात् सूतकाच्छुद्धिरिष्यते। आदन्तजननात् स सद्य आचौलान्नैशिकी स्मृता त्रिरात्रमावतादेशाद्दशरात्रमतः परम् आजन्मनस्तु चौलान्तं यत्र कन्या विपद्यते सद्यः शौचं भवेत्तत्र सर्ववर्णेषु नित्यशः ततो वाग्दानपर्यन्तं यावदेकाहमेव हि अतः परं प्रवृद्धानां त्रिरात्रमिति निश्चयः वाक्प्रदाने कृते त्वत्र ज्ञेयं चोभयम् वाक्प्रदाने कृते त्वत्र ज्ञेयं चोभयतस्त्र्यहम् पितुर्वरस्य च ततो दत्तानां भर्तुरेव हि षण्मासाभ्यन्तरे यावद्गर्भस्रावो भवेद्यदि तदा माससमैस्तासां दिवसैश्शुद्धिरिष्यते अत ऊर्ध्वं स्वजात्युत्तमा शौचं तासु विद्यते सद्यः शौचं सपिण्डानां गर्भस्य पतने सति सर्वेषामेव वर्णानां सूतके मृतकेऽपि वा दशाहाच्छुद्धिरित्येषः कलौ शास्त्रस्य निश्चयः आशीर्वादं देवपूजां प्रत्युत्थानाभिवन्दनं पर्यङ्के शयनं स्पर्शं न कुर्यान्मृतसूतके सन्ध्यां दानं जपं होमं स्वाध्यायं पितृतर्पणं ब्रह्मभोज्यं व्रतं नैव कर्तव्यं मृतसूतके नित्यं नैमित्तिकं काम्यं सूतके यः समाचरेत् तस्य पूर्वकृतं नित्यादिकं कर्म विनश्यति व्रतिनो मन्त्रपूतस्य साग्निकस्य द्विजस्य च ब्रह्मनिष्ठस्य यतिनो न हि राज्ञाञ्च सूतकम् विवाहोत्सवयज्ञेषु जाते च मृतसूचके तस्य पूर्वकृतं चान्नं भोज्यं तन्मनुरब्रवीत् सूतके यस्तु गृह्णाति तदज्ञानान्न दोषभाक् दाता दोषमवाप्नोति याचकाय ददन्नपि प्रच्छाद्य सूतकं यस्तु ददात्यन्नं द्विजाय च ज्ञात्वा गृह्णन्ति ये विप्राः दोषभाजस्त एव हि तस्मात् सूतकशुद्ध्यर्थं पितुः कुर्यात् सपिण्डनं ततः पितृगणैः सार्धं पितृलोकं स गच्छति द्वादशाहे त्रिपक्षे वा षण्मासे वत्सरेऽपि वा सपिण्डीकरणं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः मया तु प्रोच्यते तार्क्ष्य शास्त्रधर्मानुसारतः चतुर्णामेव वर्णानां द्वादशाहे सपिण्डनम् अनित्यात् कलिधर्माणां पुंसाञ्चैवायुषः क्षयात् अस्थिरत्वाच्छरीरस्य द्वादशाहे प्रशस्यते व्रतबन्धोत्सवादीनि व्रतस्योद्यापनानि च विवाहादिभवेन्नैव मृते च गृहमेधिनि भिक्षुर्भिक्षां न गृह्णाति हन्तकारो न गृह्यते नित्यं नैमित्तिकं लुप्येद्यावत्पिण्डं न मेलितं कर्मलोपात् प्रत्यवायी भवेत् तस्मात् सपिण्डनम् निरग्निकः साग्निको वा द्वादशाहे समाचरेत् यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलं तत्फलं समवाप्नोति द्वादशाहे सपिण्डनात्। अतः स्नात्वा मृतस्थाने गोमयेनोपलेपिते शास्त्रोक्तेन विधानेन सपिण्डीं कारयेत् सुतः पाद्यार्घ्याचमनीयाद्यैर्विश्वे देवांश्च पूजयेतु कौपित्रे विकिरं दत्त्वा ह्यपः पुनरुपस्पृशेतु दद्यात् पितामहादीनां त्रीन् पिण्डांश्च यथाक्रमं वसुरुद्रार्करूपाणां चतुर्थं मृतकस्य च चन्दनैस्तुलसीपत्रैर्धूपैर्दीपैः सुभोजनैः मुखवासैः सुवस्त्रैश्च दक्षिणाभिश्च पूजयेतु प्रेतपिण्डं त्रिधा कृत्वा सुवर्णस्य शलाकया पितामहादिपिण्डेषु मेलयेत्तं पृथक् पृथक् पितामह्या समं मातुः पितामहसमं पितुः सपिण्डीकरणं कुर्यादिति तार्क्ष्य मतं मम मृते पितरि यस्याथ विद्यते च पितामहाः तेन देयास्त्रयः पिण्डाः प्रपितामहपूर्वकाः तेभ्यश्च पैतृकं पिण्डं मेलयेत्तं त्रिधा कृतं मातर्यग्रे प्रशान्तायां विद्यते च पितामही तदा मातृकश्राद्धेऽपि कुर्यात् पैतृकवद्विधिः यद्वा मयि महालक्ष्म्यां तयोः पिण्डं च मेलयेतु अपुत्रायाः स्त्रियाः कुर्यात् पति सापिण्डनादिकम् अपुत्रायाः स्त्रियाः कुर्यात् पतिः सापिण्डनादिकम् श्वश्रादिभिः सहैवास्याः सपिण्डीकरणं भवेतु भर्त्रादिभिः स्त्रिभिः कार्यं सपिण्डीकरणं स्त्रियाः नैतन्मम मतं तार्क्ष्य पत्या सापिण्ड्यमर्हति एकां चितां समारूढौ दम्पती यदि काश्यप तृणमन्तरतः कृत्वा श्वशुरादेस्तदाचरेतु एक एव सुतः कुर्यादादौ पिण्डादिकं पितुः तदूर्ध्वं च प्रकुर्वेत सत्यास्नानं पुनश्चरेतु हुताशं या समारूढा दशाहाभ्यन्तरे सती तस्या भर्तुर्दिने कार्यं शय्यादानं सपिण्डनं कृत्वा सपिण्डनं तार्क्ष्य प्रकुर्यात् पितृतर्पणम् उदाहरेत् स्वधाकारं वेदमन्त्रैः समन्वितम् अतिथिं भोजयेत् पश्चाद्धन्तकारं च सर्वदा तेन तृप्यन्ति पितरो मुनयो देवदानवाः ग्रासमात्रा भवेद्भिक्षा चतुर्ग्रासं तु पुष्कलं पुष्कलानि च चत्वारि हन्तकारो विधीयते सपिण्ड्यां विप्रचरणौ पूजयेच्चन्दनाक्षतैः दानं तस्मै प्रदातव्यमक्षय्यतृप्तिहेतवे वर्षवृत्तिं घृतं चान्नं सुवर्णं रजतं सुगाम् अश्वं गजं रथं भूमिमाचार्याय प्रदापयेतु ततश्च पूजयेन्मन्त्रैः स्वस्तिवाचनपूर्वकं कुङ्कुमाक्षतनैवेद्यैर्गृहान् देवीं विनायकम् आचार्यस्तु ततः कुर्यादभिषेकम् समन्त्रकम् आचार्यस्तु ततः कुर्यादभिषेकं समन्त्रकम् बद्ध्वा सूत्रं करे दद्यान् मन्त्रपूतांस्तथाक्षतान् ततश्च भोजयेद्विप्रान् मृष्टान्नैर्विविधैः शुभैः दद्यात् सदक्षिणांस्तेभ्यः सजलान्नान् द्विषड्घटान् वार्यायुधप्रतोदस्तु दण्डस्तु द्विजभोजनातु स्प्रष्टव्योऽनन्तरं वर्णैः शुद्धीरंस्ते ततः क्रमात् एवं सपिण्डनं कृत्वा क्रियावस्त्राणि सन्त्यजेतु एवं सपिण्डनं कृत्वा क्रियावस्त्राणि सन्त्यजेत् शुक्लाम्बरधरो भूत्वा शय्यादानं प्रदापयेत् शय्यादानं प्रशंसन्ति सर्वे देवा सवासवाः तस्माच्छय्या प्रदातव्या मरणे जीवितेऽपि वा सारदारुमयीं रम्यां सुचित्रैश्चित्रितां दृढां पट्टसूत्रैर्वितनितां हेमपत्रैरलङ्कृतां हंसतूलीप्रतिच्छन्नां शुभशीर्षोपधानिकाम् प्रच्छादनपटीयुक्तां पुष्पगन्धैः सुवासितां दिव्यबन्धैः सुबन्धां च सुविशालां सुखप्रदां शय्यामेवं विधां कृत्वा ह्यास्त्रुतायां न्यसेद्भुवि छत्रम् दीपालयं रौप्यञ्चामरासनभाजनं भृङ्गारकरकादर्शं पञ्चवर्णवितानकं शयनस्य भवेत् किञ्चिद्यच्चान्यदुपकारकं तत्सर्वं परितस्तस्यास्वे स्थाने नियोजयेतु तस्यां संस्थापयेद्धैमं हरिं लक्ष्मीसमन्वितं सर्वाभरणसंयुक्तमायुधाम्बरसंयुतं स्त्रीणाञ्च शयने धृत्वा कर्जलालक्तकुङ्कुमं वस्त्रं भूषादिकं यच्च सर्वमेव प्रदापयेतु। ततो विप्रं सपत्नीकं गन्धपुष्पैरलङ्कृतं कर्णाङ्गुलीयाभरणैः कण्ठसूत्रैश्च काञ्चनैः उष्णीशमुत्तरीयं च चूलकं परिधाय च स्थापयेत् सुखशय्यायां लक्ष्मीनारायणाग्रतः। कुङ्कुमैः पुष्पमालाभिर्हरिं लक्ष्मीं समर्चयेत् पूजयेल्लोकपालांश्च ग्रहान् देवं विनायकम् उत्तराभिमुखो भूत्वा गृहीत्वा कुसुमाञ्जलिम् उच्चारयेदिमं मन्त्रं विप्रस्य पुरतः स्थितः यथा कृष्ण त्वदीयास्ति शय्या क्षीरोदसागरे तथा भूयादशून्येयं मम जन्मनि जन्मनि एवं पुष्पाञ्जलिं विप्रे प्रतिमायां हरेः क्षिपेतु ततः सोपस्करां शय्यां दानसङ्कल्पपूर्वकम् दद्याद्व्रतोपदेष्ट्रे च गुरवे ब्रह्मवादिने गृहाणब्राह्मणैनां त्वं को ददातीति कीर्तयेतु आन्दोलयेद्विजं लक्ष्मीं हरिं च शयनस्थितं तदः ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेतु सर्वोपस्करणैर्युक्तं प्रदद्यादतिसुन्दरं शय्यायां सुखसुप्त्यर्थं गृहं च विभवे सति जीवमानस्वहस्तेन यदि शय्यां ददाति यः तज्जीवतावृषोत्सर्गं पर्वणीषु समाचरेतु इयमेकस्य दातव्या बहूनां न कदाचन सा विभक्ता च विक्रीता दातारां पातयत्यथः। सा विभक्ता च विक्रीता दातारं पातयत्यधः पात्रे प्रदाय शयनं वाञ्छितं फलमाप्नुयातु पिता च दाता तनयः परत्रेह च मोदते। पुरन्दरगृहे दिव्ये सूर्यपुत्रालयेऽपि च उपतिष्ठेन्न सन्देहः शय्यादानप्रभावतः विमानवरमारूढस्येव्यमानोऽप्सरो गणैः अभूतसंप्लवं यावत् तिष्ठत्यातङ्कवर्जितः सर्वतीर्थेषु यत्पुण्यं सर्वपर्वदिनेषु च तेभ्यश्चाप्यधिकं पुण्यं शय्यादानोद्भवं भवेत् एवं दत्त्वा सुतः शय्यां पददानं प्रदापयेत् तच्छृणुष्व मयाख्यातं यथावत् कथयामि ते छत्रोपानहवस्त्राणि मुद्रिका च कमण्डलुः आसनं पञ्चपात्राणि पदं सप्तविधं स्मृतम् दण्डेन ताम्रपात्रेण ह्यामान्नैर्भोजनैरपि अर्घ्ययज्ञोपवीतैश्च पदं सम्पूर्णतां व्रजेत् त्रयोदशपदानीत्थं यथाशक्त्या विधाय च त्रयोदशेभ्यो विप्रेभ्यः प्रदद्याद्वादशे हनि अनेन पददानेन धार्मिका यान्ति सद्गतिं यममार्गगतानां च पददानं सुखप्रदम् आतपस्तत्र वै रौद्रो दह्यते येन मानवः छत्रदानेन छाया जायते तस्य मूर्धनि अतिकण्टकसङ्कीर्णे यमलोकस्य वर्त्मनि अश्वारूढाश्च ते यान्ति ददते ये ह्युपानहौ शीतोष्णवातदुःखानि तत्र घोराणि खेचर वस्त्रदानप्रभावेण सुखं निस्तरते पथि यमदूता महारौद्राः कराळाः कृष्णपिङ्गळाः सपीडयन्ति तं मार्गे मुद्रिकायाः प्रदानतः बहुघर्मसमाकीर्णे निर्वाते तोयवर्जिते कमण्डलुप्रदानेन तृषितः पिबते जलम् मृतोद्देशेन यो दद्यादुदपात्रं च ताम्रजं प्रपादानसहस्रस्य यत्फलं सोष्णुते ध्रुवम् आसने भोजने चैव दत्ते सम्यग्द्विजातये सुखेन भुङ्क्ते पाथेयम् पथि गच्छन् शनैः शनैः एवं सपिण्डनदिने दत्त्वा दानं विधानतः बहून् सम्भोजयेद्विप्राण्यश्वपाकादिकानपि ततः सपिण्डनादूर्ध्वमर्वाक्संवत्सरादपि प्रतिमासं प्रदातव्यो जलकुम्भः सपिण्डकः कृतस्य करणं नास्ति प्रेतकार्याद्रुते खग प्रेतार्थं तु पुनः कुर्यादक्षय्यतृप्तिहेतवे अतो विशेषं वक्ष्यामि मासिकस्य याब्दिकस्य च पाक्षिकस्य विशेषं च विशेषतिथिषु मृते पाक्षिकस्य विशेषं च विशेषतिथिषु मृते पौर्णमास्यां मृतो यस्तु चतुर्थी तस्य ऊनिका चतुर्थ्यां तु मृतो यस्तु नवमी तस्य ऊनिका नवम्यां तु मृतो यस्तु रिक्ता तस्य चतुर्दशी इत्येवं पाक्षिकं श्राद्धं कुर्याद्विंशतिमे दिने एक एव यदा मासः सङ्क्रान्तिद्वयसंयुतः मासद्वयगतं श्राद्धं मलमासे हि शस्यते एकस्मिन् मासि मासौ द्वौ यदि स्यातां तयोर्द्वयोः तावेव पक्षौ तायेव तिथयस्त्रिंशदेव हि तिथ्यर्थे प्रथमे पूर्वो द्वितीयेऽर्धे तदुत्तरः मासाविति बुधैश्चिन्त्यौ मलमासस्य मध्यगौ असङ्क्रान्ते च कर्तव्यं सपिण्डीकरणं खग तथैव मासिकं श्राद्धं वार्षिकं प्रथमं तथा संवत्सरस्य मध्ये तु यदि स्यादधिमासिकः तदा त्रयोदशे मासि क्रियाप्रेतस्य वार्षिकी पिण्डवर्ज्यमसङ्क्रान्ते सङ्क्रान्ते पिण्डसंयुतं प्रतिसंवत्सरं श्राद्धमेवं मासद्वयेऽपि च एवं संवत्सरे पूर्णे वार्षिकं श्राद्धमाचरेतु तस्मिन्नपि विशेषेण भोजनीयाद्विजातयः कुर्यात् संवत्सरादूर्ध्वं श्राद्धपिण्डत्रयं सदा एकोद्दिष्टं न कर्तव्यं तेन स्यात् पितृघातकः तीर्थश्राद्धं गयाश्राद्धं गजच्छायं च पैतृकम् अब्धमध्येन कुर्वीत अब्धमध्येन कुर्वीत ग्रहणेन युगादिषु यदा पुत्रेण वै कार्यं गयाश्राद्धं खगेश्वर तदा संवत्सरादूर्ध्वं कर्तव्यं पितृभक्तितः गयाश्राद्धात् प्रमुच्यन्ते पितरो भवसागरात् गदाधरानुग्रहेण ते यान्ति परमां गतिम् तुलसीमञ्जरीभिश्च पूजयेद्विष्णुपादुकां तस्यालवालतीर्थेषु पिण्डान् दद्याद्यथाक्रमम् उद्धरेत् सप्तगोत्राणि कुलमेकोत्तरं शतम् धरेत् सप्तगोत्राणि कुलमेकोत्तरं शतं शमीपत्रप्रमाणेन पिण्डं दद्यात् गयाशिरे गयामुपेत्ययश्राद्धं करोति कुलनन्दनः सफलं तस्य तज्जन्म जायते पितृतुष्टिदम् श्रूयते चापि पितृभिर्गीता गाथा खगेश्वरा इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने सुरैः अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः गयामुपेत्य ये पिण्डान् दास्यन्त्यस्माकमादरात् एवमामुष्मिकीं तार्क्ष्य यः करोति क्रियां सुतः स्वस्यात् सुखी भवेन्मुक्तो कौशिकस्यात्मजा यथा भरद्वाजात्मजा सप्त भुक्त्वा जन्मपरम्परां कृत्वापि गोवधं तार्क्ष्य मुक्ताः पितृप्रसादतः सप्तव्याधादशार्ण्येषु मृगाः कालाञ्जने गिरौ सप्तव्याधादशार्णेषु मृगाः कालाञ्जने गिरौ चक्रवाकाशरद्वीपे हंसाः सरसिमानसे तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः पितृभक्त्या च ते सर्वे गता मुक्तिं द्विजात्मजाः तस्मात् सर्वप्रयत्नेन पितृभक्तो भवेन्नरः इहलोके परे वापि पितृभक्त्या सुखी भवेत् एतत्तार्क्ष्य मयाख्यातं स्वमेव ऊर्ध्वदैहिकम् एतत्तार्क्ष्यमयाख्यातं सर्वमेव ऊर्ध्वदैहिकम् पुत्रवाञ्छाप्रदं पुण्यं पितृमुक्तिप्रदायकम् निर्धनोऽपि नरः कश्चिद्यशृणोति कथामिमां सोऽपि पापविनिर्मुक्तो दानस्य फलमाप्नुयात् विधिना कुरुते यस्तु श्राद्धं दानं मयोदितं शृणुयाद्गारुडं चापि शृणु तस्यापि यत्फलं पिता ददाति सत्पुत्रान् गोधनानि पितामहः धनदाता भवेत् सोऽपि यस्तस्य प्रपितामहः दद्याद्विपुलमन्नाद्यं वृद्धस्तु प्रपितामहः तृप्ता श्राद्धेन ते सर्वे दत्त्वा पुत्रस्य वाञ्छितं गच्छन्ति धर्ममार्गैश्च धर्मराजस्य मन्दिरं तत्र धर्मसभायां ते तिष्ठन्ति परमादरात् श्रीसूत उवाच एवं श्रीविष्णुना प्रोक्तमौर्ध्वदानसमुद्भवं श्रुत्वा माहात्म्यमतुलं गरुडो हर्षमागतः इति श्रीगरुडपुराणे सारोद्धारे सपिण्डनादिसर्वकर्मनिरूपणो नाम त्रयोदशोऽध्यायः